सर्वेषां गीतसोपानवर्गं प्रति स्वागतम्। अव्ययानि इति पाठः पठ्यमानः अस्ति। अयं पाठः गते वर्गे एव आरब्धः। पूर्वं वयम् एव इति अव्ययस्य प्रसङ्गे पठितवन्तः। एव इति अव्ययं निश्चयार्थे प्रयुज्यते। एव शब्दस्य प्रयोगेण अन्यस्य निवारणं भवति, अन्यस्य निवारणं करोति इति अव्ययस्य प्रसङ्गे अपि वयं पठितवन्तः। इति अव्ययं कदा प्रयुज्यते इत्युक्ते यदा कस्यचित् अन्यजनस्य कथनम्, अन्यजनस्य वचनम् अथवा सन्देशः अस्ति, अपि च तस्य उत्तोलनं कुर्मः, तस्य उद्धरणं कुर्मः तस्मिन् समये, तस्य वचनस्य अथवा कथनस्य अथवा सन्देशस्य अन्ते इति अव्ययस्य प्रयोगं कुर्मः। इति अव्ययात् पूर्वं तद्वचनं वा कथनं वा यथावत् उच्यते, तत् कथनम् अथवा सन्देशः यथावत् उच्यते इति ज्ञातं। गते वर्गे 43-100 पुटं दृष्टवन्तः, 143 पेज् अभवत्। अद्य वयं 44-100 पृष्ठं पश्यामः। अस्मिन् पुटे आदौ कानिचन वाक्यानि दत्तानि। तृतीयः अभ्यासः इति लिखितमस्ति। उपरितनभागे सूचना दीयते, सूचनां पठित्वा अधस्तनवाक्यानि एकवारं परिशीलयाम। भगिनी सूर्यकुमारी भगिनी। आम्, यथोदाहरणं वाक्यानि लिखत। यथा उदाहरणं, यथोदाहरणं वाक्यानि, वाक्यम् इत्यस्य बहुवचनमस्ति, द्वितीयविभक्ति बहुवचनं, नपुंसकलिङ्गम् अस्ति। लिखत लोट्लकार मध्यमपुरुष बहुवचनमस्ति। उत्तमम्। यथोदाहरणम् इत्यत्र गुणसन्धिकार्यमस्ति। इदं पदम् अव्ययीभावसमासयुक्तं पदमस्ति। वच् इति धातुतः निर्मितं पदमेव वाक्यं। वाक्यमिति नपुंसकलिङ्गपदमस्ति। लिख् धातुः सकर्मकधातुः, अतः वाक्यानि इति पदं कर्मपदं भवति। इति, एव इत्यादीनि अव्ययानि सन्ति खलु। एकं सूत्रमस्ति अव्ययात् आप्सुपः इति सूत्रमस्ति। तेन सूत्रेण अव्ययसंज्ञकशब्दस्य अन्ते स्थितस्य सुप्रत्ययस्य लुक् भवति, इत्यतः तानि पदानि अव्ययानि भवन्ति। वच् धातोः रूपमेव वाक्यं, वच् धातुतः निर्मितं पदमेव वाच्यम् अपि च वाक्यं द्वयमपि। लिख् धातुः तुदादिगणे अस्ति, अक्षरविन्यासे इत्यस्मिन् अर्थे अस्ति। लिख् धातुः इगुपथधातुः। लिखत इत्यत्र किं किं वैशिष्ट्यमस्ति भगिनी, वक्तुमिच्छति वा? लिखत वैशिष्ट्यम् इत्युक्ते धातुः तुदादिगणे अस्ति, अत्र लोट्लकाररूपम् अस्ति इत्यतः सार्वधातुकलकारः, लोट्लकारः सार्वधातुकलकारः। आदौ वयं शाविकरणप्रत्ययं प्रयुज्य पश्चात् अङ्गं साधयामः। लिख इति अङ्गं सिद्ध्यति, लिख इति अङ्गम् आदन्तम् अङ्गम् अस्ति, तस्मात् परं वदतु। लिखयोगः ता मध्यमपुरुष बहुवचनप्रत्यय सिद्धतिन् प्रत्ययः, लोट्लकारस्य सिद्धतिन् प्रत्ययः ता भवति, वर्णमेलनेन लिखत एव भवति। बहु सम्यक्। लोट्लकार सिद्धतिङ् प्रत्ययः, ता प्रत्ययः अस्ति। तत्र सूत्रमस्ति तस्तस्थ मिपां तान्तन्तामः खलु भगिनि। लोट्लिङ्वत् भवति चेत् लोट्लकार ण्यप् प्रत्ययः नास्ति अपि लिङ्वत् लोटो लङ्वत् लोट् लङ्वत् इति सूत्रेण यः प्रक्रिया नकार नकार इव भवति, लङ्लकारः इव भवति लोट्लकारः अपि, तत्सूत्रं तदेव वदति लोटो लङ्वत्। तस्थस्थमिपां तान्तन्तामः इति विशिष्टं सूत्रमस्ति सिद्धतिङ् प्रत्ययानां निर्माणार्थं, तत् सूत्रं कार्यं करोति। मूलप्रत्ययः अस्ति था प्रत्ययः, तिप् तस् झि सिप् तस् था तस्था इति प्रत्ययस्य स्थाने तस्थस्थमिपां तान्तन्तामः इति सूत्रेण था प्रत्ययस्य स्थाने ता आदिष्टः भवति, तेन मूलप्रत्ययात् सिद्धप्रत्ययस्य निर्माणं भवति. अत्र सिद्धप्रत्ययः ता अस्ति. लोट्लकार मध्यमपुरुष बहुवचन सिद्धप्रत्ययः ता अस्ति. अग्रे वदतु. सत्यमेव जयते. मुण्डकोपनिषत् तत् वाक्यं मुण्डकोप उपनिषत् वदति सत्यमेव जयते इति. उदाहरणत्वेन तद्वाक्यम् अस्माकं कृते कृतमस्ति. अत्र उदाहरणम् इत्यत्र किं लिखितमस्ति पठतु. उदाहरणं किं लिखति? तद्वाक्यं परिवर्त्य लेखनीयं खलु. सत्यमेव जयते इति मुण्डकोपनिषत् शदे अस्ति इति. मुण्डकोपनिषदः वचनं सत्यमेव जयते मुण्डकोपनिषत् इति लिखितमस्ति. तद्वाक्यं परिवर्त्य अत्र एव लिखितमस्ति. इति अव्ययं प्रयुज्य इदं वाक्यं लिखितमस्ति. सत्यमेव जयते इति मुण्डकोपनिषदः वचनम्. उपनिषत् इति शब्दस्य लिङ्गं किम्? उपनिषत् उपनिषत् स्त्रीलिङ्गपदमस्ति. स्त्रीलिङ्गपदमस्ति. उपनिषदः वचनम् इत्यत्र पञ्चमी अपि भवितुमर्हति, षष्ठी अपि भवितुमर्हति, किन्तु उपनिषदः इति षष्ट्यन्तम् इति भाति. भवती श्रुतवती वा सत्यवान् इति पदम्? भगिनि, सत्यवान् इति कीदृशं पदमस्ति? उत्तमं. सत्यम् अस्य अस्मिन् वा अस्ति. सत्यम् अस्य अस्मिन् वा अस्ति इति विग्रहवाक्यं भवति. सत्य इति प्रातिपदिकं स्वीकृत्य मतुप् इति प्रत्ययस्य योजनेन सत्यवत् इति प्रातिपदिकं सिद्ध्यति. पुंलिङ्गे सत्यवान्, स्त्रीलिङ्गे सत्यवती. उत्तमं. सत्यवती, नपुंसकलिङ्गे सत्यवत्. मतुप् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. सत्यमित्युक्ते यथार्थम् इति वक्तुं शक्यते. यथार्थम् इति पदं समस्तपदमेव. अर्धम् अनतिक्रम्य इति विग्रहवाक्यं वक्तव्यं भवति. यथार्थम् इत्यत्र अव्ययीभावसमासः अस्ति. सावित्री सत्यवान् द्वयोः कथा अस्ति. भवती श्रुतवती वा सावित्री सत्यवान्? सती सावित्री. सा एव कथा. सत्यवान् इति कथने सत्यम् अस्य अस्मिन् वा अस्ति. किन्तु सत्यव्रतः, सत्यव्रतः इति पदम् अन्यपदस्य विशेषणं भवितुमर्हति. बहुव्रीहिसमासः भवितुमर्हति. तत्र सत्यं व्रतं यस्य सः, सत्यं व्रतं यस्य सः इति सत्यव्रतः. किन्तु भवती श्रुतवती खलु सत्यनारायणव्रतम्? तत्र किं वक्तव्यमस्ति विग्रहवाक्यं? सत्यनारायण नारायण नारायणया क्षमितं सत्यनारायणस्य व्रतम्. सत्यनारायणः तावत् वदतु. सत्यनारायणः नारायणः सत्यः अपि. महोदय, भवान् किं चिन्तयति सत्यनारायणः इत्यत्र विग्रहवाक्यं वक्तव्यं चेत्? अवधारणपूर्वपदप्रायः सत्यः एव नारायणः वा? सत्यमेव नारायणः, सत्यमेव नारायणः. वस्तुतः कर्मधारे समासः एव भवितुमर्हति. तत्र सत्यः नारायणः इति कथनेन विशेषणपूर्वपदकर्मधारयः भवितुमर्हति. किन्तु सत्यमेव नारायणः इति कथनेन अवधारणपूर्वपदकर्मधारे समासः भवितुमर्हति इति मम अवगमनमस्ति. सत्यवादी, यः सत्यं वदति सः सत्यवादी. सत्यवादी इति पदमपि नकारान्तपदमस्ति. सत्यवादिन् इति नकारान्तप्रातिपदिकमस्ति. महोदय, भवान् श्रुतवान् वा सम्पूर्णतया श्लोकं? जानाति वा किं श्लोकं भगिनि? सत्यमेव जयते न, सत्यमेव जयते न अनृतम्, सत्येन पन्था विततो देवयानः, येनाक्रमन्ति ऋषयो हि आप्तकामा, यत्र तत् सत्यस्य परमं निधानम् इति सम्पूर्णतया श्लोकः एवं लिखितमस्ति. सत्यमेव जयते नानृतम्. अनृतम् इत्युक्ते यत् ऋतं नास्ति तदनृतम्. असत्यं ऋतम् इत्युक्ते सत्यम्, अनृतम् इत्युक्ते असत्यम्. सत्यमेव जयते इत्युक्ते ट्रूत् अलोन् प्रिवेल्स्, नाट् फाल्स्हुड्. न अनृतं नानृतम्. सत्यमेव जयते इत्यत्र एवकारः श्रूयते. अत्र एव इति पदस्य प्रयोगः अस्ति. इत्युक्ते निश्चयेन, निश्चयेन सत्यं जयति. ट्रूत् अलोन् प्रिवेल्स्, एव इति शब्दस्य प्रयोगः निश्चयार्थे भवति. अपि च अत्र विशेषः कः? जी धातुः परस्मैपदी धातुः, किन्तु अत्र जयते इति आत्मनेपदिरूपं लिखितम् अस्ति. एवं किमर्थं लिखितं महोदय, वदतु. तद् उपनिषदि अस्ति, तद् पाणिनेः पूर्वम् इति वक्तव्यं वा? भवान् श्रुतवान् खलु अस्मिन् प्रसङ्गे जी धातु जयार्थक परस्मैपदी धातुः जयति इति एव परस्मैपदिरूपमेव अस्ति. जयार्थकः जी धातुः परस्मैपदी एव, किन्तु अत्र जयते इति रूपं लिखितम् अस्ति. तत्र किं चिन्तनं? साधु एव भवान् अवगतवान् इति भाति. भगिनी, भवती वक्तुमिच्छति वा? भावार्थे अस्ति वा भगिनि? अत्र किमर्थम् आत्मनेपद्यसंज्ञकप्रत्ययः अन्ते अस्ति? जयते इति रूपं किमर्थं प्रयुक्तम् अस्ति यद्यपि जी धातुः परस्मैपदी धातुः? जयते लिङ्गकार अस्ति वा? लट्लकाररूपमेव, लट्लकाररूपमेव, किन्तु किमर्थम् आत्मनेपदसंज्ञकप्रत्ययः अस्ति? वस्तुतः धातुः तु परस्मैपदी धातुः. चिन्तनं किम् इत्युक्ते, इदं वाक्यम् आर्षप्रयोगः, ऋषीणां कृतः प्रयोगः एषः, अतः तस्य साधुत्वम् अस्ति. इदं वाक्यं छान्दसं वाक्यं, छन्दसः वाक्यं. छन्दस् इत्यपि सकारान्तपदमेव. छन्दस् इति प्रातिपदिकात् छान्दसम् इति रूपं साधितं, तद्धितान्तं पदमस्ति. इदं वाक्यं छान्दसं वाक्यम् अथवा आर्षप्रयोगः वेदवाक्यम्. उपनिषदः इति कथनेन वेदेषु एव इमानि वाक्यानि सन्ति खलु, अतः आर्षप्रयोगः इत्यतः तस्य साधुत्वमस्ति. किन्तु लौकिकप्रयोगेषु सर्वदा जयति इति रूपमेव वक्तव्यं भवति. केचन जनाः श्रमयेव जयते इति वदन्ति, तद्वाक्यं तु असाधु. श्रमयेव जयति इति एव वक्तव्यमस्ति. श्रमयेव जयति इति साधुवाक्यं. लौकिकप्रयोगेषु वयं वाक्यं निर्मातुमिच्छामश्चेत् तदा केवलं जयति इति शब्दस्य प्रयोगः एव भवतु. इदं वाक्यं तु आर्षप्रयोगः. अपि च कदा जी धातोः परम् आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति? वस्तुतः परस्मैपदी एव, किन्तु कदा जी धातोः परम् आत्मनेपदप्रत्ययाः आयान्ति इति प्रश्ने सति तदर्थं सूत्रमस्ति. वि पराभ्यां जेः इति सूत्रं. वि उपसर्गपूर्वक जी धातोः परं, परा उपसर्गपूर्वक जी धातोः परम् आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति. इत्युक्ते वि परा उपसर्गाभ्यां परः जी धातुः आत्मनेपदसंज्ञकप्रत्ययान् गृह्णाति. तदर्थमेव विजयते पराजयते इति रूपमस्ति. विजयते इति साधुरूपं, पराजयते इति अपि साधु एव. लट्लकाररूपाणि इमानि सन्ति. जयार्थकजी धातुः परस्मैपदी चेदपि अनेन विशिष्टसूत्रेण धातोः परं वि परा उपसर्गाभ्यां परम् आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति. जी धातोः रूपमेव जयः, विजयः, जयः इत्यादीनि रूपाणि सन्ति. जयः इति रूपं साधयितुम् एकं सूत्रमस्ति एरच् इति एः अच् ई वर्णान्तधातोः परम् अच् प्रत्ययः भवति. जी धातुः ई वर्णान्तधातुः, ई वर्णान्तधातोः परं भावार्थे अच् प्रत्ययः भवति इत्यतः जी धातुतः जयः, क्षी धातुतः क्षयः, ची धातुः अस्ति चेत् क्षयः इत्यादीनि रूपाणि साधयितुं शक्नुमः. जी धातोः रूपमेव जयः. द्वितीयं वाक्यं भवती करोतु. कर्णे वाधिकारस्ते, पुनः कर्मण्ये वाधिकारस्ते, कर्मण्ये कर्मण्ये वाधिकारस्ते. श्रीभगवत् श्रीमद्भगवद्गीता इति वाक्यमस्ति. कर्मण्ये कर्मण एव अधिकारः ते. आदौ वाक्यं परिवर्त्य वदतु इति शब्दं प्रयुज्य. कर्म कर्मण्येवाधिकारस्ते इति श्री श्रीमद्भगवद्गीताः गीतायाः वच वाक्यमस्ति. उत्तमम्. कर्मण्येव अधिकारस्ते इति श्रीमद्भगवद्गीतायाः वाक्यम् अथवा श्रीमद्भगवद्गीतातः उद्धृतं वाक्यम् अथवा श्रीमद्भगवद्गीतायाम् अस्ति, त्रिधापि वक्तुं शक्यते. इदं वाक्यं श्रीमद्भगवद्गीतायाः वाक्यम्, इदं वाक्यं भगवतः वचनमस्ति. महोदय, भवान् वदतु अस्मिन् प्रसङ्गे किं किं ज्ञातव्यम्? अत्र सन्धि अस्ति, यणसन्धि. कर्मणि कर्मणि एव कर्मण्येव अधिकारः ते, तत्र विसर्गस्य स्थाने सकारः. कर्मणि एव कर्मण् कर्मणि कर्मणि इति सप्तमी सप्तमी कर्मण् शब्दस्य सप्तमी एकवचनरूपम् अस्ति. कर्मन् इति नकारान्तप्रातिपदिकमस्ति, कर्म इति नपुंसकलिङ्गपदमस्ति. कर्म कर्मणि कर्माणि, कर्म कर्मणि कर्माणि एवं रूपाणि वक्तव्यानि भवन्ति. अपि च रेफः अस्ति इति कारणतः बहुत्र अणत्वं दृश्यते. प्रथमाद्विवचनं द्वितीयाद्विवचनं सप्तमी एकवचनं, एतयोः मध्ये भेदः कः, रूपभेदः कः? प्रथमाद्विवचनं सप्तमी एकवचनं. कर्म कर्मणि इति भवति, तत्र ईकारः श्रूयते. अत्र कर्मणि इति इकारः श्रूयते. प्रथमाद्विवचनम् अस्ति चेत् तत्र कर्मणि, तत्र दीर्घ ईकारः श्रूयते. सप्तमी एकवचनमस्ति चेत् तत्र ह्रस्व ईकारः श्रूयते, कर्मणि. इदानीं सन्धिकार्याणि वदतु. कर्मणि योगः एव कर्मण्येव यणसन्धि. अधिकारः एव योगः अधिकारः, एव योगः अधिकारः, किमपि सन्धि नास्ति. क्षम्यतां क्षम्यतां, सवर्णदीर्घसन्धि अस्ति. एवाधिकारः, एव योगः अधिकारः, एवाधिकारः सवर्णदीर्घसन्धि अस्ति. अधिकारः योगते अधिकारस्ते, अधिकारः योगः ते. सन्धिसूत्रं वदतु. अधिकारः योगः ते, विसर्ग प्रथमं रेफः, रेफः अत्र अस्ति. ससजुषो रुः इति रेफः, रेफस्य पश्चात् विसर्जनीयस्य सः एव, विसर्जनीयस्य सः. तादृशं चिन्तनम् अनावश्यकम्. अत्र किं वक्तव्यम्? अधिकारः योगः ते इति तत्र स्थितिः अस्ति. अधिकारः योगः ते इत्यत्र तकारः खर् प्रत्यहारस्थवर्णः अस्ति. तत्र सूत्रमस्ति विसर्जनीयस्य सः. विसर्जनीयस्य इति कथनेन विसर्गस्य स्थाने सः इति प्रथमान्तमस्ति इति कारणतः सकारादेशः भवति. कदा? खरीपरे. खरि इति पदं पूर्वसूत्रात् अनुवृत्तं भवति. वस्तुतः सूत्रमस्ति विसर्जनीयस्य सह. नो चेत् भाट्टसूत्रं, प्रथमं भाट्टसूत्रमपि तत्र वक्तुं शक्यते. विसर्जनीयस्य सह खरि काखपाप्येतु विसर्गः इति भाट्टसूत्रं पठितवती. प्रथमेन भाट्टसूत्रेण अत्र कार्यं भवति. खर्वर्णः तकारः अस्ति. खरीपरे विसर्गस्य स्थाने सकारादेशः, अतः अधिकारस्ते इति भवति. अग्रे भवान् वदतु. अग्रे किमपि सन्धिकार्यं नास्ति इति, तदेव सन्धिकार्याणि सन्ति. भवान् पूर्णतया श्लोकं जानाति वा? महाफलेषु कदाचन इति, कर्मण्येव अधिकारस्ते महाफलेषु कदाचन. मा कर्म फलहेतुर्भूः, मा कर्म फलहेतुभूः, मा ते सङ्गोस्तु कर्मणि. सङ्गोस्तु अकर्मणि. अकर्मणि तत्र सन्धिकार्यं कुर्मः चेत् सङ्गोस्त्वकर्मणि. सङ्गोस्त्वकर्मणि. भवान् वदतु, कर्मण्येव अधिकारस्ते इति वाक्यस्य अर्थः कः? तत्र भगवान् वदति केवलं कर्म करणीयं, तदेव भवतः अधिकारः अस्ति. फलस्य अधिकार, फले अधिकारः नास्ति. तर्हि वयं यद् अस्माकं कर्तव्यम् अस्ति तदेव कर्तव्यं. यत्किमपि भवतु तस्य फलस्य आकाङ्क्षा स्थापयित्वा कार्यं न करणीयं. यदि फलं लभेत् यत्किमपि फलं यद् लभति तदेव स्वीकरणीयम् इति तत्र आशयः अस्ति इति मम चिन्तनं. बहु सम्यक् महोदय, तदेव, तदपि ज्ञातव्यं. कर्माचरणे एव तव अधिकारः अस्ति. अत्र ते इति रूपं दत्तमस्ति खलु. ते इति रूपं युष्मत्शब्दस्य षष्टिविभक्ति एकवचनरूपमस्ति. ते अथवा तव इति रूपद्वयमस्ति. कर्मणि एव तव अधिकारः अस्ति. क्रियायाम् एव तव अधिकारः अस्ति, अथवा कर्माचरणे एव तव अधिकारः अस्ति. अधिकारः इति कथनेन कः अर्थः? तत्र स्वामित्वम् अस्ति. यु केन् कण्ट्रोल् ओन्लि दट् पार्ट्. अधिकारः इति कथनेन स्वामित्वम् इति अर्थः अस्ति. कर्माचरणे एव अस्माकम् अधिकारः अस्ति, न तु फलविषये. फलविषये तव अधिकारः नास्ति. किन्तु अकर्मणि सङ्गः मास्तु. फलापेक्षया कर्म मा कुर्वन्तु, अपि च अकर्मणि सङ्गः मास्तु. अकर्मणि इति लिखितमस्ति. भगिनी भवती वदतु, अकर्मणि इति कीदृशं पदम्? नन्तत्पुरुषः. नैतत्पुरुषः. कर्मणि इति सप्तमी एकवचनरूपमस्ति. अकर्मणि इति नैसमासयुक्तं रूपम् अस्ति. अस्तु, यस्य अधिकारः अस्ति सः कः? यस्य अधिकारः अस्ति अधिकारी. अधिकारी, तत्र प्रातिपदिकं किम् अस्ति? अधिकारिन्. अधिकारिन्. स्वामी, स्वामी इत्यत्र प्रातिपदिकं किम्? स्वामिन्. स्वामिन्. श्रुधातुतः सारः, क्रुधातुतः कारः इति रूपं साधयितुं शक्नुमः. अधि उपसर्गपूर्वकः अस्ति. महोदय, भवान् किं चिन्तयति? अत्र घञ् प्रत्ययः अस्ति वा, नो चेत् भिन्नप्रत्ययः अस्ति वा? क्रुधातोः रूपमेव कारः. क्रुधातुतः कृत् प्रत्ययस्य योजनेन कारः इति रूपं सिध्यति. किन्तु सः कृत् प्रत्ययः कः? घञ् अस्ति वा, नो चेत् अण् अस्ति वा? घञ् एव अस्ति इति अहं चिन्तयामि. अण अपि भवितुम् अर्हति, अण, परन्तु तद् समासान्तप्रत्ययः. यः करोति कारः, कुम्भं करोति इति कुम्भकारः यत् भवति तत्र अण् भवति. उपपदम् अतिङ् इति सूत्रमस्ति उपपदसमासस्य प्रसङ्गे. भवान् वदतु. परन्तु तत्र अधि करोति इति अधिकारः वा? तद् सम्यक् नास्ति इति अहं चिन्तयामि. तर्हि तत्र गञ् एव भवेत् वा? अहं पुस्तकं दृष्टवती, तस्मिन् अण् इति लिखितमस्ति. तदर्थं ममापि संशयः अस्ति. कुम्भं करोति इति कुम्भकारः इत्यत्र उपपदमतिङ् इति सूत्रेण उपपदसमासः भवति. समासानां प्रसङ्गे अण् प्रत्ययस्य विधानं भवति. किन्तु अत्र किमस्ति? अधिकरोति इति अधिकारः वा? तर्हि अधि इति उपसर्गः न, परन्तु कर्मप्रवचनीय कर्मप्रवचनीय भवितुमर्हति वा भगिनि? गै समास पुल्लिङ्ग एव भवति. गञ्यन्तानि पुंलिङ्गपदानि एव भवन्ति. अधिकारः इति पुंलिङ्गपदमेव खलु? अधिकारिणी अपि भवति खलु? तत् भिन्नं. यस्य अधिकारः अस्ति सः अधिकारी. स्त्रीलिङ्गे अधिकारिणी, तत्तु भिन्नं. किन्तु अधिकारः इत्यत्र अधि उपसर्गपूर्वकः अस्ति, कृ धातुः अस्ति, तस्मात् परं कृत् प्रत्ययः अस्ति. धातोः परं कीदृशकृत् प्रत्ययः अस्ति इति प्रश्नः. घञ् अस्ति वा, नो चेत् अण् अस्ति वा, वदतु. अहं चिन्तयामि घञ् भवतु नो चेत् अण् भवतु. प्रत्ययः तु णित् प्रत्ययः अस्ति. धातुः अजन्तधातुः अस्ति. कृ धातुः अजन्तधातुः, अपि च तस्मात् परं णित् प्रत्ययः अस्ति. णित् प्रत्ययः अस्ति इति कारणतः घञ् इत्यत्र इणित् प्रत्ययः. तादृशी स्थितिः अस्ति चेत् अचोणिति इति सूत्रेण वृद्धिकार्यमेव भवति. तेन क्रु इत्यस्य रूपं कार् भवति, पश्चात् तस्य रूपं कारः इति रूपं सिद्ध्यति. भवान् वदतु महोदय. तत्र मया दृष्टम् अधिकारः कल्पद्रुमायां दत्तमस्ति, गञ् प्रत्यये एव अस्ति इति. अहं गीताप्रवेशः इति पुस्तकं दृष्टवती. तस्मिन् श्लोकाः सन्ति, श्लोकार्थाः अपि दत्ताः. तत्र अण् इति लिखितमस्ति. तदपि भवितुमर्हति. वाचस्पत्यां पश्यामि. वाचस्पत्यम् अपि तत्रापि गञ् एव दत्तमस्ति. अधिकारः तत्रापि गञ्. शब्दसागरे अपि तदेव दत्तमस्ति, गञ् एव दत्तमस्ति. तर्हि प्रायः गञ् एव अस्ति तत्. अस्तु, गीताप्रवेशः पुस्तके किमर्थं तद् दत्तमस्ति, तत्र दोषः अस्ति वा इति अपि चिन्तनीयमस्ति. अस्तु, अग्रे सरेम. महोदय, भवान् पठतु अग्रिमं वाक्यं. गुणाः पूजास्थानं भवभूतिः. गुणाः पूजास्थानम् इति भवभूतेः वचनम्. अत्र विशेषणविशेष्यभावः अस्ति वा, नो चेत् द्वयोः पदयोः मध्ये कीदृशसम्बन्धः अस्ति? तत्र गुणाः पूजास्थानम् इत्युक्ते उद्देश्यविधेयभावः अस्ति. उद्देश्यविधेयभावः अस्ति. अत्र विशेषणविशेष्यभावः नास्ति, उद्देश्यविधेयभावः अस्ति. अत्र समानलिङ्गत्वं नास्ति. नास्ति चेदपि वाक्यं साधु एव भवति. अहम् अन्यानि कानिचन वाक्यानि, ईदृशानि वाक्यानि येषु उद्देश्यविधेयभावः अस्ति, तादृशानि वाक्यानि कानिचन वाक्यानि स्मारयामि. विदेशेषु धनं विद्या. धनं विद्या इत्यत्र समानलिङ्गत्वं नास्ति. विदेशेषु धनं विद्या. गुणाः पूजास्थानं गुणेषु. अहिंसा परमो धर्मः. वेदः परमं ज्योतिः. वेदः इति पुंलिङ्गपदमस्ति, ज्योतिः इति नपुंसकलिङ्गपदमस्ति. तत्र समानलिङ्गत्वं नास्ति, उद्देश्यविधेयभावः अस्ति. गुणाः पूजास्थानं गुणेषु इति भवभूतेः वाक्यमस्ति. महोदय, भवान् वदतु, भवद्भूतेः प्रसङ्गे भवान् किं जानाति? सः नाटक किं नाटकं रचितवान्? भवभूतेः भवभूतेः विस्मृतम्. मालतीमाधवम्. मालतीमाधवम्. उत्तररामचरितम्. उत्तररामचरितम् इति भवभूतेः काव्यमस्ति, संस्कृतकाव्यमस्ति उत्तररामचरितम्. मालतीमाधवम् इति नाटकमस्ति. गुणाः पूजास्थानम्, अस्य अर्थः कः? गुणाः पूजास्थानम् इत्युक्ते गुणा यत्र गुणाः भवन्ति तत्र तस्य पूजां भवति इति तदेव वा पूजा अर्हः गुणः एव पूजायाः स्थानं पूजास्थानं गुणाः पूजार्थम् अर्हाः गुणवत्सु पुरुषेषु गुणाः पूजनीयाः गुणाः पूजनीयाः इति अर्थः अस्ति पूज इति धातुः चुरादिगणे अस्ति लट्लकाररूपं पूजयति पूजनीयाः इत्यत्र कः प्रत्ययः अस्ति अनियर् अस्ति अनियर् अस्ति पूजितः इत्यत्र क्तान्तरूपम् उत्तमं गुणवतां पुरुषाणां गुणाः पूजनीयाः इति अर्थः गुणाः पूजास्थानं गुणिषु उद्देश्यविधेयभावः अस्ति अस्तु अग्रे भवान् वदतु अग्रे सत्यं वद धर्मं चर तैत्रीय उपनिषत् तैत्रियोपनिषत् सत्यं वद धर्मं चर इति तैत्रियोपनिषद्दः वाक्यम् अपि च सत्यं वद धर्मं चर तत्र वद चर इति लोट्लकारे अस्ति मध्यमपुरुष एकवचनः रूपम् सत्यम् इति शब्दस्य लिङ्गं किम् नपुंसकलिङ्गम् इति नपुंसकलिङ्गम् अत्र तु कर्मपदमस्ति खलु धर्मः इति यत् पदमस्ति तस्य द्वितीयाविभक्त्यां धर्मम् इति भवति उत्तमं धर्मः इति पुंलिङ्गशब्दः किन्तु अत्र चरधातुः सकर्मकधातुः अतः अत्र कर्मपदं स्वीकर्तुं शक्नोति धर्मं चर इत्यत्र धर्मम् इति कर्मपदम् अस्ति वस्तुतः सः शब्दः पुंलिङ्गशब्दः धर्मः पुंसि अस्ति सत्यम् इति नपुंसकलिङ्गपदम् अस्ति सन्धिकार्यम् अस्ति खलु सत्यं वद धर्मं चर इत्यत्र वदतु मनुस्वरः इति मकारस्य मकारस्य अनुस्वारः भवति हलीपरे पदान्तमकारस्य स्थाने अनुस्वारादेशः भवति पदान्तमकारस्य स्थाने अनुस्वारादेशः भवति हलिपरे मोनुस्वारः इति सूत्रेण सत्यं वद इत्यत्रापि सन्धिकार्यमस्ति धर्मं चर इत्यत्रापि सन्धिकार्यमस्ति तत्र परशब्दस्य आदिमवर्णः हल् वर्णः अस्ति महा अनुस्वारः महा इति षष्ट्यन्तमस्ति अनुस्वारः इति प्रथमान्तं सन्धिकार्यमपि अस्ति सूत्रे अपि सन्धिकार्यं विसर्गसन्धिकार्यमस्ति इत्यतः मोनुस्वारः इति रूपं सिध्यति सत्यं वद इत्युक्ते स्पीक् ट्रूत् धर्मं चर इत्युक्ते बिहेव् एस् धर्म डिक्टेट्स् यू श्लोकस्य अर्थभागः एव अत्र दत्तः भवान् जानाति वा अग्रिमं सत्यं वद धर्मं चर अनृतं न ब्रूयात् किमपि अस्ति यत् अध्ययनं करणीयम् इति अपि अस्ति ये पूजा अर्हाः तेषां पूजां करणीयं गुरु गुरु ये आश्रमे आगच्छन्ति तेषामपि पूजां करणीयाः इति बहु किमपि अस्ति तत्र यद् एतत् वाक्यं यदा शिष्यः यदा गच्छति आश्रमात् गच्छति तदा गुरुः एतत् सर्वं बोधयति कथं लोके कथं जीवनं करणीयम् इति एतत् सर्वं तत्र दत्तमस्ति तैत्रीय उपनिषदि उत्तमं सत्यं वद धर्मं चर स्वाध्यायात् न प्रमदः इति उक्तमस्ति स्वाध्यायात् मा प्रमदः स्वाध्यायं मा त्यजतु सर्वदा अध्ययनं करोतु स्वाध्यायं मा त्यजतु स्वाध्यायात् मा प्रमदः इत्यत्र सन्धिकार्यं कृत्वा लिखितमस्ति. अनुनासिकसन्धिकार्यम् अस्ति. स्वाध्यायान्मा प्रमदः, तकारस्य स्थाने तत्र नकारादेशः भवति. अनुनासिकव्यञ्जनम् आयाति सत्यं वद धर्मं चर स्वाध्यायात् न प्रमदः इति गुरुणा उक्तमस्ति. इमानि वाक्यानि गुरुणा उक्तानि शिष्यं प्रति. वद चर इति पदद्वयमस्ति अत्र. लोट्लकारमध्यमपुरुष एकवचनरूपम् अस्ति. अत्र किं चिन्तनमस्ति, वद धातुः भवादिगणे अस्ति. भवादिगणे अस्ति इति कारणतः शप् विकरणप्रत्ययः आयाति. शप् विकरणप्रत्ययस्य अवशिष्टभागः अ अस्ति. धातुः वद् अस्ति. वद् योगः अ वद. वद इति अङ्गं भवति. तिङ् प्रत्ययस्य कृते वद इति अङ्गं भवति. वद इति अदन्तमङ्गम् अस्ति. सूर्यकुमारी भगिनी भवती वदतु, अत्र अदन्तम् अङ्गम् अस्ति वद इत्यत्र चिन्तनं किम् अस्ति? अतोर्हे लोपः भवति. अत् परः हि लोपः भवति. तस्मात् पूर्वम् एकं सोपानम् अस्ति. सेर्हे पिच्च इति सूत्रेण सि प्रत्ययस्य स्थाने हि आदेशः भवति. तत् कार्यं सर्वदा भवति. किन्तु यत्र यत्र अदन्तमङ्गम् अस्ति तत्र अतोहेः इति सूत्रेण अन्ते स्थितस्य हि प्रत्ययस्य लोपः भवति. खलु भगिनि? उत्तमम्. अत्र वद इति अदन्तम् अङ्गमस्ति. चर इति अपि अदन्तम् अङ्गमस्ति. अतः अतोहेः इति सूत्रेण हि प्रत्ययस्य लुक् भवति. भगिनी भवती वदतु, वद् धातोः ल्युडन्तं किम् अस्ति? वदनम्. चर् धातोः ल्युडन्तं? चरणम्. चरणं णिचपि अस्ति चेत् किं रूपं सिध्यति? वादि भवति. वादनं भवति. वादनं णिच्युक्तं ल्युडन्तं. चारणं भवति भगिनि? चारणम्. ओके. उच्चारणम् आमाम्. उत् उपसर्गपूर्वकः चर् धातुतः णिच् योजयित्वा ल्युट् योजयामः. तेन उच्चारणम् इति रूपं भवति. किन्तु णिच् नास्ति चेत् चरणं भवति. चर् धातोः ल्युडन्तं चरणम् अस्ति. रेफकारणात् णत्वमपि अस्ति. वद् धातुः कीदृशधातुः भवती स्मारयति वा? वद् धातुः सम्प्रसारणधातुः अस्ति. सम्प्रसारणी धातुः. सम्प्रसारणी धातुः अस्ति इति कारणतः वद् धातोः कित् प्रत्ययान्तरूपाणि वद् धातोः उदितः भवति. उदितः भवति. क्तान्तरूपम् उदितः भवति. क्तवत् रूपं किं भवति? उदितवान्. उत्तमम्. क्त्वान्तरूपम्? उदित्वा. उदित्वा. क्ताप्रत्ययः, क्तवतु प्रत्ययः, क्त्वा प्रत्ययः, एते प्रत्ययाः कित् प्रत्ययाः. अतः सम्प्रसारणकार्यं कित् प्रत्यये परे एव भवति. वद् धातुः वस्तुतः सम्प्रसारणी धातुः. एकः अन्य कित् प्रत्ययः अस्ति, यक् अस्ति. यक् कदा आयाति? कर्मणि लट् प्रसङ्गे आयाति. वद् धातोः कर्मणि लट् रूपं किम् अस्ति? कर्मणि लट् वद्यते भवति. वद् योगः यक् अस्ति चेत् कित् अस्ति, या अस्ति. सम्प्रसारणं भवति. ओ, उद्यते भवति वा? उद्यते भवति. यक् प्रत्ययः अपि कित् खलु? आमां, क्षम्यताम्. वद् धातुः वस्तुतः सम्प्रसारणी धातुः. अतः सम्प्रसारणकार्यं भूत्वा उदितम्, उदितवान्, उदित्वा, उद्यते इत्यादीनि रूपाणि सिद्ध्यन्ति. अपि च चर् धातोः कर्मणि लट् किं भवति? चर् धातु कर्मणि लट् चर्यते भवति. उत्तम. आ उपसर्गपूर्वकः अस्ति चेत् आचर्यते. आचर्यते इति रूपं भवति. उत्तमं, बहु सम्यक् भगिनि. तैत्तरीययोगः उपनिषद् तत्र गुणसन्धिकार्यमस्ति. तैत्तरीयोपनिषद् इति लिखितमस्ति. महोदय भवान् वदतु, तैत्तरीय इति पदं तद्धितान्तं पदम् इति मम चिन्तनं तदेव अस्ति अहं चिन्तयामि तैत्तरीय तदिदान्तं पदमेव तित्तिरि इति प्रातिपदिकम् अस्ति तित्तिरिणा प्रोक्ता उपनिषत् इति लिखितम् अस्ति तित्तिरि इति प्रातिपदिकं स्वीकुर्मः चेत् तित्तिरि इति मुनिशब्दवत् इकारान्तपुंलिङ्गपदं खलु अपि च रेफः अपि अस्ति इति कारणतः तित्तिरिणा इति भवति मुनिना इति रूपमस्ति तित्तिरिणा प्रोक्ता एषा उपनिषद् इमानि उपनिषदः वाक्यानि वेदवाक्यानि एव यजुर्वेदशाखाविशेषः तैत्तरीय उपनिषत् यजुर्वेदस्य शाखाविशेषः अग्रिमं वाक्यं भवती करोतु यतो धर्मस्ततो जयः महाभारतं यतो धर्मस्ततो जयः इति महाभारतस्य वाक्यम् अत्र बहूनि विसर्गसन्धिकार्याणि सन्ति वदतु यतः धर्मः ततः जयः यतः उकार यतः सकार यतः धर्म यतः ओ भवति हसि अस्ति चेत् हसि अस्ति चेत् हसि च सूत्रेण सकारस्थाने उकाराय ऋकार प्रथमं सकारः तदनन्तरं ऋकारः तत्र ससजुषोरुः इति सूत्रेण तत्र ऋत्वं भवति सकारस्य स्थाने ऋत्वं भवति यतर् भवति पश्चात् हसि च सूत्रेण हसि च सूत्रेण ऊ भवति ऊ भवति गुणसन्धिः गुणसन्धिकार्यमस्ति गुण भवति धर्मः ततः तत्र विसर्जनीयः सः ककपफयतु विसर्जनीयः इति सूत्रे खर्वर्णः अस्ति चेत् सकार आयाति विसर्जनीयस्य सः सकार भवति धर्मस्थ ततः जयः तत्रापि असि अस्ति प्रथमं ससजुसोरुः तदनन्तरं उः उकार तदनन्तरं गुण यतो धर्मः इत्यत्र यादृशानि सूत्राणि प्रवर्तन्ते तादृशानि एव अत्रापि प्रवर्तनीयानि ततो जयः इत्यत्रापि प्रवर्तनीयानि महोदय भवान् स्मारयितुमिच्छति वा ततो जयः इत्यत्र ततो जयः इत्यत्र सन्धिकार्यं वा ततः ससजुषोरुः ससजुषोरुः हसि च इति उत्वम् आद्गुणः इति ऊकारस्य द्वयोः स्थाने ओकारः ज इति यदस्ति तद् हसि अस्ति तर्हि हसि च इति सूत्रस्य प्रसक्तिः अस्ति अत्र उत्तमम् एतद् वाक्यं कस्मात् उद्धृतं वाक्यं महाभारतात् उद्धृतं वाक्यमस्ति उत्तमं यतः धर्मः ततः जयः न गीतायां नास्ति इति भाति महाभारते एव अस्ति महाभारते एव अस्ति यतो धर्मः ततः कृष्णः यतो कृष्णः ततः जयः यतः धर्मः ततः कृष्णः यतः कृष्णः ततः जयः इति वक्तुं शक्यते यत्र योगेश्वरः कृष्णः यत्र पार्थो धनुर्धरः तत्र श्रीविजयोर्भूतिः ध्रुवानितिर्मतिर्मम सञ्जयोवाच अर्थसादृश्यमस्ति अनयोः प्रसङ्गे कृष्णः इत्युक्ते धर्मः इति कृष्णः धर्मः भिन्नः न इति वा तत्र यत्र कृष्णः अस्ति तत्र धर्मः अपि भवेत् इति तदर्थमेव वाक्यम् एवं लिखितमस्ति यतो धर्मः ततः कृष्णः तत्र धर्मः अस्ति इत्यतः कृष्णः यत्र धर्मः अस्ति तत्र एव भगवान् तिष्ठति यतः इति कथनेन किमर्थं चेत् इति अर्थः अस्ति किमर्थं तत्र कृष्णः धर्मकारणात् महाभारतात् उद्धृतं वाक्यमेव किन्तु गीतायां नास्ति गीतायां भिन्नरीत्या किमुक्तमस्ति यत्र योगेश्वरः कृष्णः यत्र पार्थो धनुर्धरः तत्र श्रीः विश्वोर्भूतिः ध्रुवानीतिः मतिः मम इति सञ्जयः उक्तवान् एवम् अहं चिन्तयामि इति सञ्जयः वदति महाभारतम् इति समस्तपदं महोदय भवान् वदतु महत् भारतम् महच्च तद्भारतञ्च इति विशेषणपूर्वपदकर्मधारयसमासः उत्तमम् अग्रिमं वाक्यं भवान् करोतु सर्वात्मवशं सुखं चाणक्यनीतिः सर्वात्मवशं सुखम् इति चाणक्यनीतेः वचनम् महोदय पुनः वाक्यं स्पष्टतया वदतु अत्र किं लिखितं सर्वमात्मवशं सुखम् सर्वम् आत्मवशम् इत्यत्र केवलं वर्णमेलनम् अस्ति पदविच्छेदं सर्वम् आत्मवशं सुखम् सन्धिः नास्ति भगिनि आत्मवशं सुखम् आत्मवशं सुखम् इत्यत्र सन्धिकार्यमस्ति साधु किन्तु सर्वम् आत्मवशम् इत्यत्र सर्वं योगः आत्मवशं वर्णमेलनमेव अस्ति महोदय पूर्णतया श्लोकं जानाति वा न महोदय श्लोकः एवम् अस्ति सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् एतत् विद्यात् समासेन लक्षणं सुखदुःखयोः सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् एतद्विद्यात् समासेन लक्षणं सुखदुःखयोः सुखदुःखयोः लक्षणं संक्षिप्तरूपेण एवं वक्तव्यं भवति भवान् वदतु यद् स्वस्य वशे अस्ति तद् सुखं भवति यद् कोऽपि तस्य यद् निर्धारणं करोति तद् दुःखं भवति इति एव दत्तमस्ति बहु सम्यक् परवशम् इति कथनेन अदर्स् कण्ट्रोल् परवशम् इत्युक्ते अदर्स् कण्ट्रोल् आत्मवशम् इत्युक्ते सेल्फ् कण्ट्रोल् एव्रिथिङ्ग् दट् ईस् इन् अदर्स् कण्ट्रोल् इस् आल्वेस् पेन्फुल् आल् दट् ईस् इन् सेल्फ् कण्ट्रोल् इस् जाय्फुल् अण्ड् हेपिनेस् संस्कृतभाषया वक्तुमिच्छामश्चेत् सर्वं परवशं दुःखं पराधीनं समग्रमपि दुःखकारकम् एव यत् पराधीनमस्ति तत् समग्रं दुःखकारकं भवति स्वाधीनं सर्वं सुखकारकं भवति सर्वम् आत्मवशं सुखम् इदम् एव सुखदुःखयोः संक्षिप्तं लक्षणम् एतत् समासेन इति लिखितमस्ति श्लोके समासेन इत्युक्ते संक्षिप्तरूपेण एतदेव सुखदुःखयोः लक्षणम् दिस् इस् द डेफिनेशन् आफ् हेपिनेस् अण्ड् पेन् इन् शार्ट् इदं वाक्यं चाणक्यनीति इति ग्रन्थात् उद्धृतं वाक्यम् अस्ति चाणक्यः इति अपि तद्धितान्तं पदमेव महोदय भवान् वदतु चाणक्यः चणकस्य अपत्यं पुमान् चाणक्यः अपत्यं भवति वा गोत्रापत्यम् इति वक्तव्यमस्ति वा साधु एव चणक इति प्रातिपदिकात् निर्मितं पदमेव चाणक्य इति पदमस्ति. नीतिः इति कीदृशं पदम्? तिन् प्रत्ययः भवति. क्तिन् प्रत्ययान्तरूपमस्ति. नी धातोः रूपमस्ति. नी धातुतः क्तिन् योजनेन नीतिः इति रूपं. स्त्रियां क्तिन् इति सूत्रेण क्तिन् प्रत्ययः विहितः भवति. लटीरूपं नयति अस्ति. नयति साधयतु. नियोगः तिप् इति स्थितिः अस्ति. नी इति शप् विकरणप्रत्यय भ्वादिगणे एव अस्ति. नयति हा भ्वादिगणे एव अस्ति इति अहं चिन्तयामि. तर्हि नियोगः शप् योगः इति नियोगः शप् इति यद् अस्ति सार्वधातुकमस्ति. अपित् अपि अस्ति. तर्हि गुण भवितुम् अर्हति. नी ने भवति. ने योगः अयोगः ति ने योगः अ तत्र एकारस्य अयादेशः भवति. नय इति भवति एचोयवायावः इति सूत्रेण नय योगः ति नयति इति रूपं सिद्ध्यति. उत्तमं. लट्लकाररूपम् अस्ति. नी धातुतः लटीरूपं नयति. भुवादिगणीयधातु अतः शपायाति. पश्चात् सन्धिकार्यं सर्वाणि भूत्वा नय इति अङ्गं सिद्ध्यति. नयति इति रूपं. भगिनि चाणक्य तत्र तद्धितान्तप्रत्ययः यत् प्रत्ययः वा? सम्यक् न जानामि. चणक इति प्रातिपदिकात् चाणक्यः इति. न्यत् न्यत् ऐ थिङ्क् पृथ्प्रत्ययः धातुभ्यः विधीयमानः प्रत्ययः ञ्यत् प्रत्ययः अथवा यत् प्रत्ययः. किन्तु अत्र चणक इति प्रातिपदिकं स्वीकृत्य भिन्न तद्धितप्रत्ययं योजयामः. वदतु. प्रायः डक् अस्ति वा? डक् डक् फडक छां डक् आयन इयनेय फडक छां फड ड द्वितीय आय नेय चाणकीय आयनेय इय ड ख ख किमपि ख प्रत्यय भवेत् इति. आयनेयी नीयः नीयः आय शब्दकल्पद्रुमे किं लिखितम् इत्युक्ते गर्गादिभ्यो यञ् गर्गादिभ्यो यञ् इति सूत्रेण यञ् इति प्रत्ययः विहितः इति. यञ् यदि प्रत्ययः अस्ति चेत् चाणक् कथं भवति? ओ ञकारः ञञ् ञकारः अस्ति. हा अस्तु. गर्ग इति प्रातिपदिकात् गार्ग्यः. एवमेव अत्र चणक इति प्रातिपदिकात् चाणक्य. कः पुनः भगिनि? यञ् इति लिखितमस्ति. चवर्गीय अन्तिम अनुनासिकव्यञ्जनं लिखितमस्ति. यञ् तद्धितान्तं पदं चाणक्यनीतिः इति अपि पठनीयमस्ति. श्लोकस्य भागः एव अत्र दत्तमस्ति. सर्वं परवशं दुःखं सर्वं आत्मवशं सुखम् एतत् विद्यात् समासेन लक्षणं सुखदुःखयोः. विद्यात् अस्मिन् श्लोके विद्यात् इति तिङन्तपदमस्ति. अस्तु इति प्रसङ्गे किञ्चित् अवगतवन्तः. अग्रे इतोपि कानिचन अव्ययानि सन्ति. यत् इति पदमपि अस्ति. तस्मिन् प्रसङ्गे आगामिनी सप्ताहे किञ्चित् चिन्तनं करिष्यामः. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः. भगिनि भवभूतिः कथं किं नाटकं लिखितम्? मालतीमाधवम्. मालतीमाधवं. धन्यवादः भगिनि. किन्तु काव्यमस्ति उत्तररामचरितम्. धन्यवादः भगिनि. धन्यवादः महोदय.